नमः सर्वेभ्यः अस्माकम् अष्टादशतमं भाषितसंस्कृतं वर्गं प्रति स्वागतम्। आदौ यथाप्रकारः मङ्गलाचरणं। नीता भगिनी, भवती बहूनां दिनानाम् अनन्तरम् आगतवती, तर्हि भवती पठतु। नीता भगिनी, is everybody able to hear Neeta Bhagini? Yeah, I can hear. Astu. Yeah, even I can hear. Now I can also hear. Astu. Yashaswini Bhagini, bhavati patatu. Mangala charanam. Om sahana vavatu sahana bhunaktu sahaviryam karvavahai tejas विनावधीतमस्तु मां विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। धन्यवादः। तत्र मां नास्ति, मा मा इस् नो, दट्स् आल्। मा डोण्ट् डोण्ट् हेट् ईच् अदर्। सो दट् वेट्। अस्तु, आरम्भं कुर्मः। इदानीं पर्यन्तं वयं प्रथमाविभक्तिः, द्वितीयाविभक्तिः, तृतीयाविभक्तिः, षष्ठीविभक्तिः च कृतवन्तः। अद्य चतुर्थी विभक्तिं प्रति गच्छामः। आदौ चतुर्थी विभक्तिः। सो चतुर्थी विभक्ति इस् द फोर्थ् विभक्ति, फोर्थ् विभक्ति। ओके, सो वाट् वील् डू इस् वील् एस् यूजुवल् वील् गो इन् आर्डर्। नीता भगिनी न श्रोतुं शक्नुमः भवत्याः ध्वनिः, तर्हि यावत्पर्यन्तं न भवत् वक्तुं शक्नोति भवती तावत्पर्यन्तम् अन्ये पठन्ति। कविता भगिनी, कविता भगिनी आगच्छतु। नमस्ते भगिनि। नमस्ते। तर्हि आङ्ग्लभाषायामेव अस्ति, परन्तु उदाहरणानि तु संस्कृते अस्ति, सन्ति। पठतु। पठतु कविता भगिनी, श्रूयते किल? पठतु, किञ्चित् उच्चैः पठतु। चतुर्थी विभक्ति। When something is being given to a person, for example, vaidyah, runagraha aushadham, rugnaya rugnaya aushadham yachati, dhanikah nirdhanaya dhanam yachati. When the action denotes a person, one minute bagini, ek nimish. So when something is being given to a person, we don't use the second vibhakti, but we use the fourth vibhakti. So there also we have to find out whether it is pumlinga, whether it is strilinga, or whether it is napumsakalinga, and accordingly we have to use the fourth vibhakti. Okay, so which word should be in fourth vibhakti? The person who is receiving should be in the fourth vibhakti. So kavitayai, darshana bhagini kavitayai durvanim dadati. Okay, so give, there are only two verbs as far as I know, yachati and dadati, but wherever the action, the verb implies giving, there you have to use the fourth vibhakti for the person who is receiving it. Okay, agre patatu bhagini. When the action denotes the purpose, example, lekakah patrika yai lekham likhati, the writer writes for a paper. Kartaya kavayah, ekanimish, ha, patatu. कवयः कीर्त्यै काव्यं लिखन्ति, द राइटर राइट फॉर फेम। सो हियर इट इज कवयः। ओके, फुल वर्ड फुल। कवयः कीर्त्यै काव्यं लिखन्ति। So when you are doing for a particular purpose, okay, for a particular purpose, when you are doing an activity, there the purpose for which you are doing it should be in the fourth vibhakti. Dhanyavadah bhagini, dhanyavadah. Tatra Vijay Mahodaya. Namaste bhagini. When there is transformation of one thing into the another, example, wealth turns into ego, aishwaryam ahankaraya bhavati, shakti peedanaya bhavati, strength पीडनायः विसर्गः यदा अस्ति तदा एव पठनीयं तत्र पीडनाय तत्र विसर्गः नास्ति शक्तिः पीडनाय भवति स्ट्रेंथ टर्न्स टू हैरेसमेंट सो दिस काइंड ऑफ यूसेज इज वेरी लेस एक्चुअली But wherever you come across it and whenever you want to say that, wealth is, her wealth is becoming, turning into arrogance. Tasyaha dhanam ahankaraya bhavati. Okay? So that is how it should be. Mahoday Pathatu? When hatred, anger or jealousy is expressed towards a person, then that person towards whom it is expressed is in the fourth vibhakti. Example, Lakshmi is jealous of the learned. Lakshmi hi panditaya asuyati. Shishya hai gurave druhati. Druhishyati. Druhishyati. So, So, where you're expressing any of these three emotions, hatred, anger or jealousy. Guruhu shishyaya krodhati. Krodhati. So, shishyaya krodhati. That means towards that person, he is expressing anger. Dhanyavadah Mahoday. Agre kasti. Something is in the chat. 1 minute, I'll just check. Can't hear. Yeah, Bhagini. 1 minute, I'll just write over there. अग्रे विशालाक्षि भगिनी या फिफ्थ वन आई हैव टू टेल नो यस व्हेन वर्ब्स मीनिंग टू लाइक आर यूज एग्जांपल महान मोदकम रोचते आई लाइक मोदक सो मैष्यम दैट इज म हाफ ह एंड यम सो मैष्यम मैष्यम इज द fourth vibhakti for for the asmat shabda so maisham modakam rochate yeah maisham just I have a question bhagini yeah the previous one which is the vibhakti fourth vibhakti in the previous one panditaya and the second one gurave The example that I gave was vice versa. So I told Shishyaya. Achha. Gurave. So if you look at this, and I'm sorry, somebody, I think Vijay Mahoday had asked for this document. I remember today morning that I have not sent it. I'm very sorry. I will do it right away after the class. So if you look at here, if you look at Guru, Guru Shabdha Putrasti, over here, aham, over here, Maisham, this is the fourth Vibhakti, for me, okay, so Maisham. अत्र गुरु सो गुर गुर कुत्र अस्ति गुरवे गुरुभ्यां गुरुभ्यः ओके अग्रे विशालाक्षी भगिनी अग्रे पठतु विशालाक्षी भगिनी श्रूयते किं विशालाक्षी भगिनी अस्तु यशस्विनी भगति भगिनी पठतु When the word Namaha and Swasti are used, example, Swastihi Prajabhyaha, Swasti Janebhyaha. And we are using this all the time. We say Gurave Namaha, we say Gurave Namaha, we say Ramaya, Rama, Bhadraya, these all fourth. Rama, Chandraya, Vedhase, Raghunathaya, Nathaya, Sitaya, Pataye, Namaha, Pataye is fourth Vibhakti. Namaha. Wherever you use Namaha, now whenever you all are telling your shlokas or anything, you all can observe that and you all can know that when you are using Namaha, it is the fourth Vibhakti. So Lakshmiyai Namaha. Wherever you are doing Lakshmi Sotra, you will be saying Lakshmiyai Namaha. Swasti Prajabhyav Paripalayantam. In that Shanti Mantra also, it is like that only. Astu Agre Patatu Yashasvini Vagini. When the verbs going or coming are used to a place, the fourth vibhakti may also be used. We already know that the second vibhakti is used. Example, Mitraha Grahaya Agachati, Govindaha Nagaraya Gachati. So Agachati and Gachati, so far we say Graham Agachami or Graham Gachati Saha, Sa Graham Gachati, but we can also use the fourth vibhakti. Let me tell you, in practice, just as we have practice and law, this is the law, but in practice, 90% of the people use second vibhakti only, but this is also an option. Astu Bhagini, dhanyavada. So this would be graham. If it was second vibhakti, correct. And this would be nagaram. Correct. Correct. Dhanyavada. Chat madhya ki musti. चेट् मध्ये ट्रैङ्ग् नीता भगिनी इतोपि न श्रोतुं शक्नोति किम् अस्तु लेटर् पुट् इयर् प्लग्स् इफ् शी हेज् बट् या वि केन् हियर् देन् प्रापर्लि ऐ आल्सो कुड् नाट् हियर् नौ ऐ पुट् द इयर् प्लग् ऐ वण्डर् वै मै वाय्स् केनाट् बि हर्ड् इस् इट् बट् योर् वाय्स् केन् बि हर्ड् हर् वाय्स् केनाट् बि हर्ड् सो द प्राब्लम् इस् नाट् वित् द with mind. So what we'll do is we'll go through this quickly again once more because this has to for fourth vibhakti there are many for the others there not that many. Meenu bhagini am bhagini chaturthi vibhakti when something is being given to a person for example vaidyah rugnaya औषधं यच्छति धनिकः निर्धनाय धनं यच्छति वेन् दि एक्षन् डिनोट्स् अ पर्पस् फार् एक्साम्पल् लेखकः पत्रिकायै लेखं लिखति द रैटर् राइट् फोर् अ पेपर् कवयः कीर्त्यै काव्यं Likhanti. The writers write for fame. When there is transformation of one thing into another, for example, wealth turns into ego. Aishwaryam ahankaraya bhavati. Shaktihi peedanaya bhavati. Strength turns to harassment. So you have understood, no? Because I think you came a little bit late. So, it is quite self-explanatory. Dhanyavada. Kavita Bhagini. Bhagini. when hatred, anger or jealousy is expressed towards the person, then that person towards whom it is expressed is in the fourth vibhakti. For example, Lakshmihi is jealous of the learned. Lakshmihi panditaya asuyati. Shishyaha gurave gruhyati. The student cheats the teacher. When verbs meaning to like are used, example, muhyam, mohyam, mahyam, modakam, rochate. I like modaka. धन्यवादः. विजय महोदय. When the word namaha and swasti are used, example, swastihi, prajapyah, swasti, janepyah. When the verbs going or coming when the verb going or coming are used to a place, the fourth vibhakti may also be used. We already know that the second vibhakti is used. Example, mitrah grahay agachati, govindah nagaray gachati. Dhanyavada. So this is where the fourth vibhakti is used. I will send exercises as homework. Or maybe we can do them in class once we finish the fifth vibhakti also next week. Now, has anybody done the homework? Did anybody have any difficulty with the Abhyasa Pustakam? Okay, so if nobody has done it, then we will do it because it's important that we finish the Abhyasa Pustakam. Okay, we'll just go through it quickly. It's not very long, but quickly we'll just go through it. We know everything. All of this which is there in this Kaksha 8 has been completed. But it is important that we cover the syllabus. Okay, so we'll just go through it again. Neeta Bhagini na Shrotum Shaknoti Kila Tarhi Vishalakshi Bhagini. Yes. You can read this, actually it's a nice one, Subhashitam. Subhashitam. Tejasam hi na vaya samikshyate. Vaya samikshyate. Tejasam hi na vaya samikshyate. The age of the glorious ones is never relevant. Okay, so Tejasam is the Shashti Vibhakti. I'm just telling you, you may not know that now because we have not done, you have still to do more exercises with Tejas. So Tejasam is sixth Vibhakti of the glorious. Okay. He is an Avyayam, Na is an Avyayam. Over there, Vayaha is in the Prathama Vibhakti and Samikshyate is the verb. Samikshyate. Samikshyate. Verb. भवान् भवति अहं वाट् यु वाण्ट् मी टु आस्क् द क्वश्चन् टेल् द आन्सर् अहं श्रीधर रामः ओके अहं सीता अस्तु देन् भवान् कः भवान् भवान् कः यु आस्किङ्ग् हिम् सो हि सः उत्तरं ददाति या हा सो अहं श्रीधरः अस्तु भवती का अहं अनि गौरी अस्तु इदानीं पठतु इदानीं पठतु महिला अस्ति महिला धावति महिला किं करोति महिला धावति. महिला किं करोति? महिला धावति. नौ यु आस्क् द क्वश्चन् वेदर् शी इस् देर् आर् नोट्. वेदर् शी इस् देर् आर् नोट्. आस्क् द क्वश्चन् वेदर् शी इस् देर् आर् नोट्. वी हैव लर्न्ड् दट् बिफोर्. आम्. महिला कुत्र अस्ति? ओके. महिला तत्र अस्ति. महिला तत्र अस्ति वा? महिला तत्र अस्ति वा? वेरि गुड्. अस्ति वा? धन्यवादः. यशस्विनी भगिनी धन्यवादः. भगिनी यशस्विनी भगिनी अस्ति किं सा? यशस्विनी भगिनी न श्रूयते किम्? Are you able to hear me? I was on mute, sorry. Okay. Sorry, I was on mute. No. Patatu. Balaha asti. Balaha kridati. Balaha kim karoti. Balaha kridati. Bhavati kim karoti? Aham patati. Huh? Aham? Aham patta. पठति. पठति इस् फर् द थर्ड् पर्सन् रैट्. सो उत्तमं पृष्ट. अहं पठामि. सोरि, अहं पठामि. अहं पठामि. सः किं करोति? सः गच्छति. बालकः हसति. शिशुः. Is it necessary I tell the English also? No, if you can understand and everybody can read, yeah. So no, not required. Shishu roditi. Now you ask the question, what the child is doing, what the toddler is doing. Shishuhu kim karoti? Shishuhu roditi. Balakah kim karoti? Balakah हसति. अग्रे पुष्पं विकसति. प्रश्नः. दट् ऐ केनाट् यूस् दट् किं करोति नो. यू केन् बिकास् इट् इस् ब्लूमिङ्ग्. सो वाट् इस् इट् डूयिङ्ग्? इट् इस् ब्लूमिङ्ग्. देर् इस् नथिङ्ग् राङ्ग् इन् दट्. सो पुष्पं किं करोति? सो वाट् इस् द पुष्पं डूयिङ्ग्? वाट् डस् द पुष्पं डूयिङ्ग्? पुष्पं किं करोति? पुष्पं विकसति. बिकास् फ्लावर् इस् ब्लूमिङ्ग् आन् इट्स् ओन् ओन्ली. वी आर् आन् द सन् इस् मेकिङ्ग् इट् डू. दट् इस् अ डिफ़्रेण्ट् थिङ्ग्. बट् धन्यवादः भगिनी. अग्रे मीनु भगिनी. बिडालः उत्पतति. बिडालः किं करोति? बिडालः उत्पतति. उत्तमम्. कुक्कुरः आगच्छति. कुक्कुरः किं करोति? कुक्कुरः आगच्छति. बालिका गायति. बालिका किं करोति? बालिका गायति. भिक्षुः उपविशति. भिक्षुः कुत्र अस्ति? केन् ऐ आस्क् दिस् क्वश्चन्? नो, ओवर् हियर् वि बिकास् द आन्सर् विल् बि अ डिफ़्रेण्ट् वन्. यु केनाट् टेल्. ओके. भिक्षुः किं करोति? भिक्षुः उपविशति. सः ध्यायति अपि. सः किं करोति? सः ध्यायति अपि. Yeah, if you want to ask that question for what else, itopi kim karoti? Athva? Itopi kim karoti? What else does he do? Itopi kim karoti? Saha dhyayati api. Api. Dhanyavada. Tatra Kavita Bhagini. Neeta Bhagini bhavati vadati tada eva. Yes, ma'am. Ma'am, can you hear me? Yeah, we can hear you. Kavita Bhagini, Kshamyata. Agre Pachatu. Astu. Saha Kartayati ठीकाच सः किं करोति सः कर्तयति सा पश्यति she sees सा किं करोति सा पश्यति सा पचति सः अपि पचति she cooks he also cooks so yes, I last two questions yes पृच्छतु सा किं करोति सः किं करोति और या करेक्ट अस्तु अग्रे पठतु क्रियापदं वर्तमानकालः प्रेजेंट टेंस कर्तपदं इज द सब्जेक्ट कर्तृपदं इज द सब्जेक्ट क्रियापदं वर्ब प्रेजेंट टेंस रामः सो इफ इट इज पट देन इट विल बिकम पठति दैट्स व्हाट दे आर सेइंग सो रामः पठति सीता ओके ओके सो व्हाट आई नीड टू डू इज यू टेक एनी वर्ब दैट यू नीड टू फॉर ओके व्हाट दे हैव नॉट ओके व्हाट दिस इज एक्चुअली द वेरी बेसिक लेवल व्हिच वी हैव ऑल डन व्हाट वी हैव टू रिमेंबर इज दैट दिस टी इज ओनली फॉर परस्मै पद पदानि दैट वी हैव टू रिमेंबर अदरवाइज इट विल बिकम ते रामः पठति सीताः सीता सीता सॉरी सॉरी सीता पठन्ति पठति पठति मित्रं पठति भवान् भवान् पठति भवती पठति परन्तु अहम् अहम् अहम् पठामि अहम् पठामि अत्र ममास्तु अत्र मास्तु अत्र मास्तु इट्स् द सेम् थिङ्ग् अस्तु पठतु रामः नृत्यति नृत्यति नृत्यति सीता नृत्यति मित्रं नृत्यति भवान् नृत्यति भवती नृत्यति अहं नृत्यामि उत्तमं भवती एव पठतु तत्र धातु अस् सो ओके सो रामः अस्ति अस्ति अस्ति सीता अस्ति मित्रम् अस्ति भवान् अस्ति भवती अस्ति अहम् अस्मि पठतु put the pronoun also bhagini just like we have put over here no ramah gachati sita gachati mitram gachati bhavan gachati bhavati gachati okay he she or it verbs ramah gachati aham gachhami aham gachhami or you can tell saha gachati for he goes she goes sa gachati tat gachati अग्रिमं करोतु एण्ड् यूस् भवान् एण्ड् भवती आल्सो भगिनी ओके ऐ एम् गेटिङ्ग् कन्फ्यूस्ड् नो नो वै वै वै वै बिकास् सी इट् इस् ऐदर् यू फार् यू यू केन् टेल् त्वम् आर् यू केन् टेल् भवान् और् भवती एण्ड् द वर्ब् विल् बि कान्जुगेटेड् इन् द same way, but for Tvam it will be she. Okay, so he and she, Bhavan over here takes the third person. Okay, okay. So there should be no confusion here. Yes. Astu, now what I'm doing it is, oh, I cannot edit. Okay. No, it's okay, I'll try. Okay. Bhavan agachati, bhavati agachati, and aham agachami. Hmm. Is that right? Yes, yes. If it is wrong, I'll tell you. Okay. The next one. Bhavan khadati, bhavati khadati, aham khadami. धन्यवादः भगिनि, धन्यवादः. अग्रे कामीनु कविता भगिनि, कविता भगिनि. मैम, कैन इट बी अ बिट फॉन्ट इज टू स्मॉल. इज इट इदानीं पठतु. पिबति, अहं पिबत, अहं. How do I start now? You can start with aham if you want to, but you have to use the right word. Mm-hmm. Mm-hmm. Aham pibami. Haan, aham pibami, uttamam. Agre? Ramaha? Ramaha? Ramaha pibati. Bhavan? Bhavan Pibati. Pibati. So the important thing to know is that Bhavan and Bhavati, although they mean you, it takes the third person. It takes the Prathama Purusha. Third person in English, but in Sanskritam it is the Prathama Purusha. Prathama Purusha. Astu. Agre patatu? Beginning? Bhavan patati. Hmm. Aham patami. सीता, सीता पठति. उत्तमम्. अग्रिमं करोतु. रामः क्रीडति. उत्तमम्. भवान् क्रीडति. अहं क्रीडामि. अहं हसामि. उत्तमम्. भवान् हसति. उत्तमम्. सीता हसति. अहं मिलामि. रामः मिलति. भवान् मिलति. उत्तमं, धन्यवादः, धन्यवादः. विजय महोदय. अहं गृहति. गृह्णामि, गृह्णामि. ओवर् वेन् एवर् देर् इस् अ अनुस्वार, यूजुअली इन् मोस्ट् आफ़् द केसेस् 90 or 95% of the cases, no, little more than that, I think. Wherever the alphabet is, the way it is pronounced is wherever it is. So if L is in the front, L comes first. But over here, this is the only exception where all of the anunasika varnas, when they come with H, then they are pronounced first. So here it is not grahanami, it is grinhami. Na comes first. Why? Because it is an anunasika swara. Ka ka ga ga na na. Na is an anunasika swara. Cha cha ja ja nya. That is an anunasika. Na, ma. All these are anunasika swaras, and wherever they come with a, they are pronounced first, although her is written first. Okay, so grinhami. Ramah grinhami. रामः गृह्णाति. अहं गृह्णामि. उत्तमम्. सीताः सीता. अहं पश्यति. अहं पश्यामि. रामः पश्यति. सः सः पश्यति. उत्तमम्. अग्रिमं करोतु. रामः जिग्राति अहं जिग्रामि रामः गायति अहं गायामि भवान् गायति अग्रिमं सीता नृत्यति अहं नृत्यामि रामः लिखति अहं लिखामि सा लिखति तत् लिखामि किमर्थं किमर्थं तत् लिखति हि शी इट् तत् इस् इट् वदे अग्रिमं करोतु रामः चलति अहं चलामि धन्यवादः महोदय धन्यवादः तत्र का अस्ति विशालाक्षी भगिनी यस् मेम् मेम् मास्तु भगिनी भगिनी वदतु which I have to tell this chalati from chalati I have to tell no jigrati jigrati dhavati okay ha ha sa dhavati tamam saha dhavati tat dhavati aham dhavami ramah utpattati सीता उत्पतति भवान् उत्पतति भवती उत्पतति अहम् उत्पतामि केन् ऐ यूस् दिस् बालकः सम्थिङ्ग् वेरि गुड् उत्तमं बालकः रोदिति what is the plural this thing for rodimi rodimi it is over here aham rodimi these all these which are on the right hand side aham rodimi correct you have to observe that it is not rodami because it is rodimi rodimi because there are some words which are exception rodimi suppose I have to tell this of on balakah you can't say that rodimi for balake or something like that you have to tell I don't know. I'm asking okay, then you have already learned no the this one of this exception you have not learned so let the exception of plural and dvivachan remain let's not get confused So now okay, you have to remember that it is ekavachanam that we are doing. Ekavachanam. Okay, okay. Because for these exceptions, for non-exceptions, you all have done it. So you know it is nindati, nindataha, nindati. Okay. This is an ekavachanam. Yeah, okay. Yeah. What is it? Ramaha nindati, Sita nindati, Bhava nindati, Bhavati nindati, Aham nindami. I hope everybody knows the meaning, okay? For it. Because we have done it before. Yeah. Utpatati is jam dhavati. If you don't know the meaning, please feel free to ask me. No problem, because here the meanings are not given. Oh, here they are there. At the left hand. Sorry. They are there on the left hand. They are there on the left hand. Sorry. Kshamita. Patatu. Saha anyati. Sa anyati. आनयति सः आनयति सा आनयति अहम् आनयामि भवान् आनयति उत्तमम् अग्रिमं करोतु अहं लघुमार्गः अहम् आमि मी क्वश्चन् मार्क् But what is it then? I didn't get the word. So here, rodimi, that is the aham kim karomi, अहं किं करोमि No, but I didn't get the word. No, no, what did you not get? That page has not come on my... No, no, it has not come. The first line... I didn't get the... Bhagini, I have put only the first line over no, there. No, the... Laghu so Marga, I... that... Acha, okay. Yeah. Okay. So, okay. Laghu Marga is shortcut. Yeah. Shortcut. Now, shortcut is for the yeah, question. Yeah, shortcut. Aham kim karomi, aham pathami. So, karomi, pathami. Sa kim karoti, sa pathati. So over here now we are giving the dhatu, if it is pat, then what you have to do is you have to remove the halant, you have to make it a pathati or pathami as the case may be. Pathami, okay. Pat plus a plus me. Now you read it like that. Pat, pat is the dhatu. Yeah. Yeah. Khad, the pat. Plus A plus P, Pathati. Pat plus A plus Me, Pathami. Khad plus Khadati, Khad plus A plus P, Khadati. Khad plus A plus... Plus in Sanskritam is Yogaha. Khad, Yogaha A, Yogaha P. Okay, Yogaha. Khad... योगः आ योगः मि खादामि रोदि योगः अ योगः ति दट् इस् नाट् कमिङ्ग् ओके रोदिति या अ गोस् अवे एण्ड् रोदिति या रोदिति रोदि योगः मि रोदिमि धन्यवादः धन्यवादः भगिनि यशस्विनी भगिनी शृणोति योगः अ योगः ति शृणोति शृणो योगः मि शृणोमि अस्ति अस योगः अ योगः ति अस्ति Haan, so what is happening is important to know, isn't this word, is the A there or not, Bhagini? In Asti, is the A there or not? The A, Sa is there, A is there with the Sa halant gone. No, it is gone. You know why? Because but if it was that, no, no, Asti is Asti, otherwise it would have been Asati. That is what you have to understand. When you are reading, especially when you are reading shlokas and all this becomes important. So you are not saying asati, it would have been otherwise. Asti, because the a goes away. Yeah, yeah. Okay. Asti? Asa? Asti. As yogaha mi asmi. As yogaha mi asmi. Pathatu agrimam. Sita nidrati. Agrim, dinacharya. Dinacharya patatu. Dinacharya. Daily activity of Sita. Dinacharya. Daily living activity. Sita nidrati. Sita. Aham nidrami. Please read it that way. Aham nidrami. Danta dhavanam karoti. Ka karoti. Ka karoti. Sita karoti. Sita karoti. सीता दन्तधावनं करोति अहं दन्तधावनं करोमि सीता मुखं प्रक्षालयति च आल्सो नो दट् एण्ड् अहं मुखं प्रक्षालयामि च देन् यूस् रामः राम रामः व्यायामं करोति अहं व्यायामं करोमि भवान् भोजनं भोजनम् भवान् भोजनं खादति अहं भोजनं खादामि. जस्ट् वन् मिनिट्. कृष्णः वस्त्रं धरति. अहं वस्त्रं धरामि. शिष्यः कार्यालयं गच्छति. करे यस् यस् एनिबडि केन् गो टु द कार्यालयं. शिष्यः कार्यालयं गच्छति. अहं कार्यालयं गच्छामि. भवती कार्यं करोति. अहं कार्यं करोमि. What is the mean? Chalayati. Karyanam is a car. Over here, the picture is there. Over here. Car. Karyanam chalayati. Sita karyanam chalayati. Aham karyanam chalayami. Dhaniwada, Bhagini. Dhaniwada. Tatrukasti. मीनु भगिनि सीता वस्तूनि क्रीणाति. अहं वस्तूनि क्रीणामि. वस्तूनि विल् बि ऑब्जेक्ट् थिङ्ग्स् थिङ्ग्स् थिङ्ग्स् So, Kreenati would be buying. Buying. Not bringing, because bringing is Anayati. Anayati, yes. Buying. Sa Gayati Nityati Cha. Aham Gayami Nityami Cha. Sita Phalarasam Pibati. अहं फलरसं पिबामि. सा स्नाति. उत्तमम्. अहं स्नामि. धन्यवादः भगिनि. कविता भगिनि, कविता भगिनि श्लोकं पठतु. क्रियापदं वर्तमानकालः verb present tense. Mukam karoti vachalam pangum langayate girim yat kripatam aham vande paramananda madhavam. Meaning, I remember with devotion the divine grace of Krishna who can make the dumb speak with eloquence and the lame cross high mountains. I remember and extol the grace which flows from the supreme bliss manifestation of Madhava. This is quite a famous one. I think most of us know it already. Okay, dhanyavada. So, Vijay Mahode. Kriya padam vartamana kala verb present tense. Kayena vacha manasendriyatva yairva manasendriyatva बुद्ध्यात्मना वा प्रकृतेः स्वभावात् करोमि यत् सकलं परस्मै नारायणायेति समर्पयामि. समर्पयामि. सो यद्यत् सकलं करोमि यद्यत् सकलं परस्मै. ओके, केन् एनिबडि, देर् इस् वन् विजय महोदय, केन् यु टेल् मी कायेन इस् इन् विच् विभक्ति? वि हेव् डन् इट् आल्रेडि. उत्तमं. सो कायेन इस् विद् यु केन् रीड् द दिस् वन् नौ. यु केन् रीड् द मीनिङ्ग्. उत्तमं. ऐ डु वित् मै बाडि स्पीच् मैण्ड् आर् सेल्फ् आर्गन्स् वाट् एवर् ऐ डु यूसिङ्ग् मै इण्टेलेक्ट् फीलिङ्ग्स् आफ् हार्ट् आर् अन्कान्शियस्लि थ्रू द नेचुरल् टेण्डेन्सीस् आफ् मै मैण्ड्. Whatever I do all for others, that is, without the sense of attachment to the results. And I surrender them all at the lotus feet of Supreme Guru. Narayana. So Supreme Guru over here, Guru Guru is not written as Guru, but Narayana. Narayana. So now when you all are reading, you all should remember the Vibhaktis which you did. This Chatura Kaka we have already done, so I'm going to skip it. In the first or second class we have already done it. Astu, Varnaha also we have done. So I'll just skip it. Dhanyavada Mahodaya. Dhanyavada. Since we have not done Sambhashanam for us quite some time. Okay, Vijay Mahodaya, Bhavan Eva Pathatu, Kinchit. Sambhashanam. Just for 5 minutes. Dukkha kasya kati phalani, how many rupees? Ekai kasya. Pancha vishati paisa. Vimshati paisa. Vimshati paisa. Paisaha. Nisarga asti chet pataniyam eva. Panch vishati paisaha. Pancha vimshati paisaha. Pancha vimshati paisaha. Vimshati paisaha. Rukta kasya pancha hai. पञ्चः नास्ति पञ्च रुक्तकस्य पञ्च शुद्धनवनीत ददातु नवनीतं ददातु पुस्तककानि सम्पत्तानि पुस्तकानि समाप्तानि तानि धन्यवादः धन्यवादः विशालाक्षी भगिनी एकनिमिष अस्तु विशालाक्षी भगिनी पठतु या पठतु एतत् पुस्तकं नास्ति वा तण्डुलः सम्यक् नास्ति तण्डुलः सम्यक् नास्ति दश पैसाः न्यूनाः सन्ति प्लीज़ अण्डर्स्टाण्ड् द इङ्ग्लिश् मीनिङ्ग् आल्सो या सो द अमौण्ट् इस् शार्ट् बै 10 पैसे या या या 10 पैसे द राइस् इस् नाट् गुड् डोण्ट् यु हेव् दिस् बुक् ओके नेक्स्ट् सन्ति दट् टुगेदर् इट् शुड् नाट् बि वै शुड् इट् बि इट् नीड् नाट् बि टुगेदर् बिकास् सन्ति इस् द वर्ब् न्यूनाः इस् ओवर् देर् इट् इस् एन् एड्जेक्टिव् इट् इस् अ नौन् एक्चुलि एण्ड् एन् एड्जेक्टिव् Yeah, in Sanskritam, the adjective when it is used alone, it becomes a noun. Over here, dasha paisaha nyunaha santi. So the amount is short by 10 paisa. Okay. Vishalakshita. Mama vyavaharam samapayatu. Please settle my account. Bhavataha parivrittihi. कथम् अस्ति हौ इस् योर् बिस्नेस् धन्यवादः तत्र गमनं मास्तु भोः ओके धन्यवादः तत्र गमनं मास्तु भोः सः बहुमूल्यं वदति ही इस् वेरि एक्स्पेन्सिव् लेट् अस् नाट् गो टु हिम् कृपया देयकं प्राप्तिपत्रं ददातु Please give me the bill or receipt. So here, deyakam is either the bill and prapti patram is the receipt. Understand that, yeah? So deyakam is the bill. विंशति रूप्यकाणि काणि वा विंशतिरूप्यकाणि वा विंशतिरूप्यकाणि वा तर्हि विंशतिरूप्यकाणि वा देट् इस् इट् रुपीस् 20 तर्हि मास्तु देन् ऐ डोण्ट् वाण्ट् इट् तर्हि मास्तु मास्तु देन् ऐ डोण्ट् वाण्ट् इट् मास्तु मीन्स् दे डोण्ट् वाण्ट् लैक् देट् ओवर् देर् ऐ इस् अण्डर्स्टुड् ऐ डोण्ट् वाण्ट् इट् द एक्साक्ट् ट्रान्स्लेशन् इन् इङ्ग्लिश् यु कान् डु आवश्यकम् आसीत् परन्तु भवान् मूल्यम् अधिकं वदति ऐ वाण्टेड् इट् बट् यु आर् कोटिङ्ग् अ वेरि बट् यु कोट् अ वेरि है प्रैस् ओके ओवर् हियर् वाट् यु नीड् टु रिमेम्बर् इस् मूल्यम् अधिकं वदति देर् मूल्यं शुड् ऐडियलि दिस् इस् टेकन् फ्रोम् अ टेक्स्ट् बुक् सो अदर्वैस् मूल्यं शुड् ऐडियलि बि इन् इट् शुड् बि द म ओके ऐडियलि Okay, we have learned that, but... Mulyam, with a dot. With a ma. Mulyam adhikam. Why? Because a is a swara. It is a vowel. Okay. So, mulyam, you can't tell it. Pathatu, agri mum. One minute. Bhavatah krite iti nyuna mulyena ददामि ऐ एम् सेलिङ्ग् इट् एट् अ लो प्रैस् टु यू ऐ जस्ट् वाण्ट् टु रीड् इट् अगेन् भवतः कृते इति न्यूनमूल्येन ददामि इफ् यु वाण्ट् टु रीड् इट् वित् देट् इमोशन् भवतः कृते इति न्यूनमूल्येन ददामि बिकास् आफ् यू ऐ एम् गिविङ्ग् इट् एट् अ लेस् प्रैस् अस्तु धन्यवादः पार्श्वापणे पार्श्वापणे देट् मीन्स् पार्श्व आपणे तत्र सन्धिः अस्ति पार्श्वापणे पृच्छतु प्लीज़् इन्क्वायर् अट् द नेक्स्ट् शाप् एतावत् न्यूनमूल्येन अन्यत्र कुत्रापि न मिलति यू काण्ट् गेट् इट् चीपर् एनिवेर् एल्स् एकपञ्चाशत् रूप्यकाणि स्वीकुर्वन्तु प्लीस् टेक् रुपीस् 51 नैव तत्र विवादः एव नास्ति नो नो हेग्लिङ्ग् प्लीस् एतत् वस्तु कुत्र क्रीतवन्तः एतद् वस्त्रं कुत्र क्रीतवन्तः वेर् डिड् यु बै दिस् क्लात् भवान् अधिकं मूल्यं दत्तवान् यु पेड् मोर् धन्यवादः नीता भगिनी यस् मेम् भवान् अधिकमूल्यं भवान् अधिकं मूल्यं दत्तवान् यु पेड् मोर् किलो कृते कति हौ मच् कति किलो कृते कति हौ मच् इस् दिस् पर् किलो फेनकस्य मूल्यं कियत् हौ मच् डस् दिस् सोप् कास्ट् किलो दालस्य कृते कति रूप्यकाणि हौ मच् इस् द प्लस् हौ मच् इस् द पल्स् पर् किलो ओके फेनकस्य देर् इस् नो फ एस् सच् इन् संस्कृतं सो इट् इस् फ टीत् टीत् शुड् नाट् बि यूस्ड् अग्रिमं पठतु भगिनि दन्तफेनः अस्ति वा हेव् गाट् टूत्पेस्ट् डु यु हेव् टूत्पेस्ट् दे कुड् हेव् गाट् टूत्पेस्ट् डु यु हेव् टूत्पेस्ट् अस्तु धन्यवादः भगिनि धन्यवादः पूजा भगिनी पठतु. आं भगिनि. तिष्ठतु ददामि. प्लीज वेट, ऐ विल् गिव् यू. कति कियत् ददामि? हौ मच् शेल् ऐ गिव् यू? इदानीं मास्तु, अनन्तरम् आगच्छामि. नाट् नौ, ऐ विल् कम् लेटर्. एतद् समीचीनम् अस्ति वा? इस् इट् गुड्? One question. That kati kiyat dadami. Why is that bar there? Bar is to ask kati or kiyat. Kati kiyat means, my apology. Yeah, it is either or. Just like we had the bill or a seat. Dadami also. Kiyat dadami would mean how much shall I give you, and yeah, even kati dadami means how much shall I give you. Yes, it will be how much shall I give you. Okay, so actually, astu, idani. So, until now, what we have done, okay, we have done the latlakaraha or the present tense of the verbs. We have done Prathamavibhakti, Dvitiyavibhakti, Tritiyavibhakti. Now we did Chaturthi Vibhakti today, Shashti Vibhakti, and Sambhodanam also we have done. For all the non-verbs, in Sanskritam, there are only two kinds of words. One is the Kriyapadam and the others are all Namapadam. So all of them have Vibhakti apart from the verbs. Now in verbs we have done the Latlakaraha. Today what we are doing is, we are doing the future tense or Ritlakaraha. Ritlakaraha or future tense. Puja Bhagini Patitavati. This we all will read, but I want to go Kavita Bhagini. Kavita Bhagini. Patatu Bhagini. Ish means wanting. Okay? Ish means want. भविष्यत् कालः अथवा लिट् रकारः इच्छति इष्यति इष्यति इष्यति इष्यतः इष्यन्ति इष्यति इष्यतः इष्यत् इष्यथ इष्यथ इष्यामि इष्यावः इष्यामः. Okay, so supposing, one minute, supposing I say Rama will want, so where ish is want, ishyati is will want, ishyataha is also will want, ishyanti is also will want, all of them are will, okay. Now, supposing I want to tell Rama will want, then which one will you use, Bhagini? Ekvachanamuli. Rama, only one Rama wants, will want, sorry. One Rama will want. Then you, what will you say? Ishyati. Haan, but you have to tell Rama Ishyati. Rama Ishyati. That means Rama will want. Supposing you want to tell, you will want. Just a minute. कविता भगिनी वदतु. आं भगिनि, इट् इस् यु इष्यसि, यु त्वम् इष्यसि, बट् सपोज् यु वाण्ट् टु यूस् भवान् इष्यति. हा, इष्यति, नाट् इष्यसि. ओके, इष्यति. ओके, नौ इष्यतः, सपोज़िङ्ग् यु वाण्ट् टु टेल् when will we use ishyatah bhagini इष्यतः टू पीपल् सो टेल् टु रामा विल् वाण्ट् उत्तमम् सो लेट् आर् नाट् फोगेट् देट् ओके एव्रिबडी शुड् रिमेम्बर् देट् दिस् इस् एकवचनं द्विवचनं बहुवचनम् एण्ड् वेन् यु आर् यूसिङ्ग् द प्रोनौन्स् इट् विल् बि सः तौ ते एण्ड् सो आन् एण्ड् सो फोर्त् ओके वेन् यु आल् आर् लर्निङ्ग् नौ ऐ एम् ओन्लि मेकिङ्ग् यु आल् डू दिस् रीड् दिस् बट् वेन् यु आल् आर् absorbing it and when you all are doing practicing on your own please don't forget that is what is most important okay astu agrimam padhatu bhagini aam patishyati patishyatah patishyanti patishyasi patishyatah patishyat patishyatha patishyatha patishyatha patishyami patishyavah patishyamah So, Bhagini, supposing you want to do it in Lath Lakarna, Lath Lakara. Lath Lakara is the present tense. Then how will you do it? Patati patata patanti, patasi patata patat, patata. Patata, patatha, Bhagini, patatha, patatnaste, patatha. Patatha, patthami, patthavaha, patthamaha. So, what is important to remember is that over here, the tha becomes thi and sha gets added. Okay? Tha. So, supposing I tell you to do Bhagini in khad, khad, how will you do it? The future tense? Future tense, khadishyati. Ah, uttama. Khadishyatah khadishyanti. Khadishyati khadishyatah khadishyatah. Khadishyatah. Khadishyatah. Khadishyami khadishyavah khadishyamah. Uttama. Dhanyavad, Bhagini. अग्रिमं विजयमहोदय पठतु भविष्यत्काले अथवा लकारः लकारः यत्र यत्र विसर्गः अस्ति तत्र तत्र वदनीयम् एव इष्यति इष्यतः इष्यन्ति इष्यसि इष्यतः इष्यतः इष्यामि इष्यावः इष्यामः पठिष्यति पठिष्यति पठिष्यति पठिष्यत पठः विसर्गः मा पठिष्यति पठिष्यति पठिष्यति पठिष्यतः पठिष्यत पठिष्यामि पठिष्यावः पठिष्यामः महोदय इदानीं सपोजिङ्ग् ऐ वाण्ट् टु टेल् ऐ विल् रीड् देन् वाट् शुड् ऐ से अहं पठिष्यामि पठिष्यामि उत्तमं सपोजिङ्ग् ऐ वाण्ट् टु से वि विल् रीड् देन् वाट् विल् यु से पठिष्यामः हा पठिष्यामि परन्तु वाट् इस् द प्रोनौन् वि वि वयं वयं पठिष्यामः सपोज् यु वाण्ट् टु से वि विल् वाण्ट् वि विल् वाण्ट् पठिष्यामः वयं वयम् उत्तमम् उत्तमं धन्यवादः तत्र विशाल भगिनी विशालाक्षि भगिनि यस् आं भगिनि इष्यतः भविष्यत्कालः अथवा लृट्लकारः तत् ओके भविष्यत्कालः अथवा लृट्लकारः इष्यति एकवचनं द्विवचनं बहुवचनम् इष्यति इष्यतः इष्यन्ति इष्यथ इष्यथः इष्यतः इस् देयर् इष्यसि इष्यसि इष्यतः इष्यथ सारि इष्यामि इष्यावः इष्यामः पठिष्यति पठिष्यतः पठिष्यान् पठिष्यन्ति पठिष्यसि पठिष्यतः पठिष्यथः पठिष्यथ पठिष्यामि पठिष्यावः पठिष्यामः भगिनी केन् यू टेल् मी सपोसिङ्ग् ऐ वाण्ट् टु से वी बोथ् रीड् देन् विच् इस् द प्रोनौन् टु बि यूस्ड् डु यू रिमेम्बर् वी बोत् आवाम् आवां पठिष्यतः पठिष्यावः धन्यवादः धन्यवादः भविष्यत् भविष्यत्कालः अथवा लिट् लकारः इष्यति इष्यतः इष्यन्ति इष्यसि इष्यतः इष्यथ इष्यामि इष्यावः इष्यामः पठिष्यति पठिष्यतः पठिष्यन्ति पठिष्यतः पठिष्यन्ति पठिष्यसि पठिष्यथः पठिष्यथ पठिष्यामि पठिष्यावः पठिष्याम श्यामः भगिनी सपोजिङ्ग् द धातुः इस् खाद् देन् हौ विल् यु टेल् द फ्यूचर् टेन्स् खादे खादनु सो खादिष्यति खादिष्यतः खादिष्यन्ति खादिष्यसि खादिष्यथः खादिष्यथ खादिष्यामि खादिष्यावः खादिष्यामः सपोजिङ्ग् यु वाण्ट् टु से यु आल् ईट् सारि विल् ईट् यु आल् विल् ईट् देन् आल् वन् विल् यु आल् यूयाम् उत्तमं यूयां पठिष्यामः पठिष्यथ यूयं पठिष्यथ उत्तमं धन्यवादः मीनू भगिनी आं भगिनि क्रीड् इति धातुं स्वीकरोतु धातुं क्षम्यतां क्रीड् इति धातुं स्वीकरोतु भविष्यत्काले क्षम्यतां पुनरेकवारं वदतु क्षम्यतां न श्रुतवती आं वदामि भगिनि आं वदतु वदतु क्रीडिष्यति क्रीडिष्यतः क्रीडिष्यन्ति क्रीडिष्यसि क्रीडिष्यतः सः क्रीडिष्यथ क्रीडिष्यामि क्रीडिष्यावः क्रीडिष्यामः अत्र मीनू भगिनी सर्वनामानि स्वीकृत्य वदतु अहं पठिष्यामि एवम् पठिष्यति सः पठिष्यतः सः पठिष्यति तौ सः तौ पठिष्यतः ते पठिष्यन्ति त्वं पठिष्यसि युवां पठिष्यथः यूयं पठिष्यथ एक्चुअली ऐ वाज़ सपोज़्ड टु डू फॉर क्रीडति राइट डजंट मैटर इट्स ओके आई वांटेड टू सी वेदर यू आर टेलिंग द प्रोनाउन अहम् क्रीडिष्यामि आवाम क्रीडिष्यावः वयम् क्रीडिष्यामः उत्तमं भगिनी धन्यवादः नीता भगिनी आगच्छ यस मैम पठतु भगिनी भविष्यत् कालः अथवा लट् ललकारः लट् लकारः लुट् लकारः इष्यति इष्यतः इष्यन्ति इष्यसि इष्यथः इष्यत इष्यामि इष्यावः इष्यामः पठिष्यति पठिष्यतः पठिष्यन्ति पठिष्यसि पठिष्यथः पठिष्यथ पठिष्यामि पठिष्यावः पठिष्यामः उत्तमम् इदानीं यूयं यूयम् इफ् यु वाण्ट् टु से यु आल् विल् रीड् देन् हौ विल् यु से नीता भगिनि भवान् भवान् इस् यु सो यूयम् इस् यु आल् विल् विल् रीड् हौ विल् यु से भवान् पठिष्यति भवान् पठिष्यति इस् करेक्ट् बट् सपोसिङ्ग् ऐ वाण्ट् टु टेल् यु आल् यु आल् भवान् पठिष्यन्ति नैव नैव भवान् विल् नेवर् गो वित् पठिष्यन्ति वै बिकास् भवान् इस् एकवचनम् ओके देर् द प्लूरल् इस् भवन्तः बट् वी हेव् नाट् डन् देट् सो डजन्ट् मेटर् वाट् ऐ एम् सेङ्ग् इस् यु आल् इफ् यु से यु आल् देन् विच् वन् वर्ड् विल् यु यूस् यु आल् मीन्स् no. You cannot use that because you is Madhyama Purusha. It's the second person. So Pathishyatha. Pathishyatha. Uttama. Supposing you want, supposing you want to say they all read. They all will read, sorry. They all will read. Then what will you say? They all will read. They all may, let us say. Need to use it, make it easier. Patishyatha. They all is te. Te. So te patishyanti. So you have to remember all the time, whenever you all are learning, sahatau te, tvam, yuvam, yuyam, aham, avam, vayam. Okay? That is important to remember because Sanskritam, let me be very, very frank, is quite volatile, as you all must have experienced. Yes. It is quite volatile. Astu puja bhagini. आं भगिनि भविष्यत् कालः अथवा द्विट् लकारः इष्यति इष्यतः इष्यन्ति इष्यसि इष्यथः इष्यथ इष्यामि इष्यावः इष्यामः पठिष्यति पठिष्यतः पठिष्यन्ति पठिष्यसि पठिष्यथः पठिष्यथ पठिष्यामि पठिष्यावः पठिष्यामः नौ सपोजिङ्ग् यु टेक् द धातु वद् वद् देन् हौ विल् यु मेक् इट् इन् टु फ्यूचर् टेन्स् वदति वदतः वदन्ति विच् वदन्ति सोरि वदन्ति बट् विच् लकारः इस् देट् विच् यु आर् टेलिङ्ग् the future tense. No. Vadati is no. Present tense, lat lakara. What happens in the future tense is that vadyanti, sorry. Vadyanti. No. Kshamita. So, okay. Pat became patishyati because tha became ti. So, yes. Vad will become? Vadishyati. Now you tell. Vadishyati, vadishyataha, वदिष्यन्ति वदिष्यसि वदिष्यथः वदिष्यथ वदिष्यामि वदिष्यावः वदिष्यामः सो दिस् इस् हौ द फ्यूचर् टेन्स् इस् डन् एम् एनी क्वश्चन् एनीबडी हेज़् एनी क्वश्चन् प्रश्नाः सन्ति किम् I think Kavita Bhagini and Vijay Mahodaya have already done, so the future tense. Astu, tari prashnaha na santi iti matva aham agre gacchami. Now, what we have done is the parasmaipadi rupani. We have done of parasmaipadi. Same way you have to do for atmanepadi. So if you take seva dhatu, the lat lakarah rupa would have been sevate, सेवेते सेवन्ते सेवसे सेव्येथे सेवध्वे क्षम्यतां सेवेथे सेवध्वे सेवे सेवावहे सेवामहे. Over here, what will happen is the verb will become vi and shiva will get added. So, sevate will become sevishyate. Sevete will become sevishyate. Okay? So, who is Kavita Bhagini? Atmane Padi Rupani. Patat. Sevishyate, sevishyate, sevishyante. Sevishyase, sevishyate, sevishyadve. सेविष्यद्वे सेविष्ये सेविष्यावहे सेविष्यामहे वन्दिष्यते वन्द धातु अहं वन्दे हा वन्दति सो वन्दिष्यते वन्दिष्येते वन्दिष्यन्ते वन्दिष्यसे वन्दिष्येथे वन्दिष्यद्वे वन्दिष्ये वन्दिष्ये वन्दिष्यावहे वन्दिष्यामहे. विजय महोदय. नमस्ते भगिनि. सेविष्यते सेविष्येते सेविष्यते सेविष्येते सेविष्यन्ते सेविष्यसे सेविष्येते सेविष्वद्वे वदनीयं श नास्ति से सेविष्वद्वे सेविष्यद्वे सेविष्वद्वे सेविश्वे विश्वे नास्ति सेविष्ये सेविश्वे वे नास्ति महोदय व नास्ति सेविष्ये सेविष्ये सेविष्यावहे सेविष्यामहे वन्दिष्यते वन्दिष्यन्ते वन्दिष्येते वन्दिष्यते वन्दिष्यन्ते तत्र द्विवचनं वन्दिष्येते इति अस्ति वन्दिष्येते वन्दिष्येते अस्तु वन्दिष्यन्ते वन्दिष्यसे वन्दिष्येते वन्दिष्यद्वे वन्दिष्ये वन्दिष्ये वन्दिष्ये वन्दिष्यावहे वन्दिष्यामहे. अस्तु धन्यवादः महोदय. तत्र विशालाक्षी भगिनी पठतु भगिनि. सेविष्यते सेविष्येते सेविष्यन्ते सेविष्यसे सेविष्येथे सेविष्येथे सेविष्ये सेविष्यद्वे सोरि या सेविष्ये सेविष्यावहे सेविष्यामहे वन्दिष्यते वन्दिष्येते वन्दिष्यन्ते वन्दिष्यसे वन्दिष्यद्वे वन्दिष्येते वन्दिष्येथे वन्दिष्यद्वे वन्दिष्ये वन्दिष्यावहे वन्दिष्यामहे. So now, tell me what is the meaning of sevishyavahe? Sevishyavahe means? Save means to when work. We use it for to serve. Save means to, yeah. to so serve. When we, so what is sevishyavahe? Yeah, sevishya means we all serve. Huh? We both will serve. Because we are doing the future thing. Yeah, we both will serve. So, correct. Sorry. Okay, both will serve. Yeah. Dhanyavad. Yashasvini Bhagini. Okay. फ्यूचर् टेन्स् न सोरि ओके धन्यवादः धन्यवादः सेविष्यते सेविष्येते सेविष्यन्ते सेविष्यसे सेविष्यथे सेविष्यद्वे सेविष्ये सेविष्यावहे सेविष्यामहे केन् ऐ डू एनदर् आत्मनपि आत्मनेपि शब्द ऐ टेक् भाषते भाषिष्यते उत्तमं भाषिष्येते भाषिष्यन्ते भाषिष्यसे भाषिष्येथे भाषिष्यध्वे भाषिष्ये भाषिष्यावहे भाषिष्यामहे उत्तमं धन्यवादः धन्यवादः तत्र मीनु भगिनी आं भगिनि सेविष्यते सेविष्येते सेविष्यन्ते सेविष्यसे सेविष्येथे सेविष्यध्वे सेविष्ये सेविष्यावहे सेविष्यामहे भगिनि शङ्ख इति करोतु शङ्ख शङ्ख धातु शङ्ख डौट् डौट् शङ्ख क अल्पप्रण सो इट् विल् बी नो ऐ डोण्ट् नो शङ्किष्यते शङ्किष्यते शङ्किष्येते शङ्किष्यन्ते शङ्किष्यते शङ्किष्येथे शङ्किष्यध्वे शङ्किष्ये शङ्किष्यावहे शङ्किष्यामहे धन्यवाद तत्र नीतु भगिनी नीता भगिनी यस् मेम् पठतु सेविष्यते सेविष्येते सेविष्यन्ते सेविष्यसे सेविष्येथे सेविष्यद्वे यद्वे सेविष्यद्वे सेविष्यद्वे सेविष्ये सेविष्यावहे सेविष्यामहे वन्दिष्यते वन्दिष्येते वन्दिष्यन्ते वन्दिष्यसे वन्दिष्येथे वन्दिष्यद्वे वन्दिष्ये वन्दिष्यावहे वन्दिष्यामहे भगिनी वद वन्दिष्यामहे वद वन्दिष्यामहे वन्दिष्यामहे वन्द इस् टु सल्यूट् ओके टु सल्यूट् आर् टु वर्शिप् We all shall salute. Very good. Uttama. Dhanyavada. Pooja. Aam Bhagini. Sevishyate, sevishyate, sevishyante. Sevishyase, sevishyethe, sevishyadve. Sevishye, sevishyavahe. सेविष्यावहे सेविष्यामहे वन्दिष्यते वन्दिष्येते वन्दिष्यन्ते वन्दिष्यसे वन्दिष्येथे वन्दिष्यध्वे वन्दिष्ये वन्दिष्यावहे वन्दिष्यामहे ऐ थिङ्क् कविता भगिनी अपि च विजयमहोदय कृतवन्तः How do you distinguish whether it is Atmanepadi or Parasmapadi when you use it in a sentence? When you use it in a sentence, technically, okay, theoretically, how the logic goes is that when the fruit of the action, when the benefit of the action is going to somebody else, then it is an Atmanepadi. And when the fruit of the action is for it is Parasmaipadi. For somebody else, it is Parasmaipadi. And when it is for yourself, it is Atmanepadi. Atma means yourself. But Bhagini, that doesn't, our experience has been that in practice, it doesn't work that way. Okay? It doesn't work that way. So you will find many places where the action benefits you and it is Parasmaipadi. So this has been discussed before, but the only way is practice, Bhagini. Right. Yeah, it is mainly it is practice. Right. Okay. Yeah, chinta nasti. So today we have done Chaturthi Vibhakti. We have completed whatever we intended to do today. So, if there are any suggestions or if there is any feedback, then please feel free to definitely highlight, because this is a journey which we are doing together. So. We should all get the most of it. Astu. Inu Bhagini Vadat Shanti Mantra. Aam Bhagini. Om Sarve Bhavantu Sukhina Sarve Santu Niramayaha Sarve Bhadrani Pashyantu Ma Kashchit Dukh Bhag Bhavet Om Shanti Shanti शांति ही हरि ही धन्यवाद अनेके पुनर्मिलामः अनेके धन्यवाद मैम वी आर नॉट डन द होमवर्क सो शैल वी कंप्लीट एंड डू इट द नेक्स्ट टाइम और वी विल गिव या एक्चुअली फॉर होमवर्क आई विल गिव अदर वन नाउ बिकॉज़ फोर्थ विभक्ति आल्सो वी हैव डन बिकॉज़ व्हाट आई हैड एक्सपेक्टेड वाज दिस प्रेजेंटेशन व्हिच इज देयर नो दिस प्रेजेंटेशन इज क्वाइट सेल्फ एक्सप्लेनेटरी आई थॉट So I had expected that you all will go through this, you know, on your own. But I think that is homework, especially now Diwali week and all. But I'll give separately homework. In the meanwhile, Neeta Bhaginyai, Abhinandanani Dasyami or Dadami. Now I'm using Dadami, so I'm using fourth vibhakti. Sa PhD Kritavati. तर्हि तस्याः कृते अभिनन्दनानि अनेकानि अभिनन्दनानि धन्यवादः अस्तु अनेके धन्यवादाः पुनर्मिलामः धन्यवादः शुभरात्रिः अथवा शुभदिनम् अस्तु Thank you.